द्वितीय प्रश्न है, अतः एनम भार्गवो वैदर्भि पप्रच्छा भगवन् कत्येव देवा प्रजा विधारयन्ते कतरयेत् प्रकाशयन्ते कपुनः येषां वरिष्ठ इति प्राणो अत्र प्रजापतिः इत्युक्तं तस्य प्रजापतित्वं कर्तृत्वं च अस्मिन् शरीरे अवधारितव्यमिति अयं प्रश्नः आरभ्यते। अथ अनन्तरं ह किल एनं भार्गवः वैदर्भि पप्रच्छ हे भगवन् कत्येव देवः प्रजां शरीरलक्षणां विधारयन्ते विशेषेण धारयन्ते कतरे बुद्धीन्द्रियकर्मेन्द्रियविभक्तानाम् एतत् प्रकाशनं स्वमाहात्म्यप्रख्यापनं प्रकाशयन्ते। कः असौ पुनः येषां वरिष्ठः प्रधानः कार्यकरणलक्षणानाम् इति तस्मै सहोवाच आकाशो वा एष देवो वायुः अग्निः आपः पृथिवी वाङ् मनश्चक्षुः श्रोत्रं च ते प्रकाश्य अभिवदन्ति वयमेतद्बाणम् अवष्टभ्य विधारयामः। एवं पृष्टवते तस्मै स ह उवाच आकाशः ह वै एषः देवः वायुः अग्निः आपः पृथिवी इति एतानि पञ्चमहाभूतानि शरीरारम्भकाणि वाङ्मनश्चक्षुः श्रोत्रमित्यादीनि कर्मेन्द्रियबुद्धीन्द्रियाणि च कार्यलक्षणाः करणलक्षणाश्च ते देवः आत्मनो माहात्म्यं प्रकाश्यं प्रकाश्य अभिवदन्ति स्पर्धमानम् अहं श्रेष्ठतायै। कथं वदन्ति? वयमेतत् बाणं कार्यकरणसङ्घातम् अवष्टभ्य प्रासादमिव स्तम्भादयः अविशिथिलीकृत्य विधारयामः विस्पष्टं धारयामः। मयैव एकेन अयं सङ्घातो ध्रियते इति एकैकस्य अभिप्रायः। तान् वरिष्ठप्राणोवाच मा मोहम् आपद्यत अहमेव एतत् पञ्चदात्मान् प्रविज्य एतद् बाणमष्टभ्य विधारयामि इति ते अष्टदाना बभूवुः। ताम् एवम् अभिमानवतः वरिष्ठः मुख्यप्राणः उवाच उक्तवान् मैव मोहम् आपद्यत अविवेकितय अभिमानं मा कुरुत यस्मात् अहमेव एतद् बाणम् अवष्टभ्य विधारयामि पञ्चद आत्मानं प्रयोभिज्य प्राणादिवृत्तिभेदं स्वस्य कृत्वा विधारयामि इति उक्तवती च तस्मिन् ते अश्रद्धदानाः अप्रत्ययवन्तः बभूवुः। कथम् एतदेवमिति? सोऽभिमानाद् ऊर्ध्वम् उत्क्रामत इव तस्मिन् उत्क्रामति अथ इतरे सर्व एव उत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते तद्यथा मक्षिका मधुकरराजानम् उत्क्रामन्तं सर्वाय उत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वाय प्रातिष्ठन्त एवं वाङ्मनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति। स च प्राणः तेषाम् अश्रद्धतां आलक्ष्य अभिमानात् ऊर्ध्वम् उत्क्रामतैव उत्क्रामतीव उत्क्रान्तवानिव स रोषातो निरपेक्षः तस्मिन् उत्क्रामति यद्वृत्तं तद्दृष्टान्तेन प्रत्यक्षीकरोति तस्मिन् उत्क्रामति सति अथ अनन्तरमेव इतरे सर्वे एव प्राणाः चक्षुरादयः उत्क्रामन्ते उत्क्रामन्ति उच्चक्रमुः तस्मिंश्च प्राणे प्रतिष्ठमाने तूष्णीं भवति अनुत्क्रामति सति सर्वे एव प्रातिष्ठन्ते तूष्णीं व्यवस्थिता बभूव तत् यथा लोके मक्षिकाः मधुकराः स्वराजानं मधुकरराजानम् उत्क्रामन्तं प्रति सर्वा एव उत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते प्रतितिष्ठन्ति यथायं दृष्टान्तः एवं वाङ्मनश्चक्षुः श्रोत्रं च इत्यादयः ते उत्सृज्य अश्रद्धतानतां बुद्ध्वा प्राणमाहात्म्यं प्रीताः प्राणं स्तुन्वन्ति स्तुवन्ति। येषोऽग्निस्तपति ये सूर्यः येष पर्जन्यो मघवान् येष वायुः येष पृथिवी रयिः देवः सदसच्चामुतं चेत् कथम् एषः प्राणः अग्निस्सन् तपति ज्वलति तदा एषः सूर्यस्सन् प्रकाशते तदा एषः पर्जन्यस्सन् वर्षति किञ्च मघवान् इन्द्रस्सन् प्रजाः पालयति जिगांसति असुररक्षांसि किञ्च एष वायुः आवह प्रवाहादिभेदः किञ्च एषः पृथिवी रयिः देवः सर्वस्य जगतः सतु मूर्तम् असतु अमूर्तं च अमृतं च यतो देवानां स्थितिकारणम् अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितं रुचो यजोगं च सामानि यज्ञः क्षत्रं ब्रह्म च। किं बहुना अरा इव रथनाभौ श्रद्धादिनामान्तं सर्वं स्थितिकाले प्राणे एव प्रतिष्ठितं तदा रुचः यजुंषी सामानीति त्रिविधा मन्त्राः तत्साध्यश्च यज्ञः क्षत्रञ्च सर्वस्य पालयितृब्रह्म च यज्ञादिकर्मकर्तृत्वे अधिकृतं च एष एव प्राणः सर्वं प्रजापतिश्चर्षि गर्भे त्वमेव प्रतिजायसे तुभ्यं प्राणप्रजास्ति मा बलिं हरन्ति यः प्राणैः प्रतिष्ठते किञ्च यः प्रजापतिरपि स त्वमेव गर्भे चरसि पितुः मातुश्च प्रतिरूपस्सन् प्रतिजायसे प्रजापतित्वादेव प्रागेव सिद्धं तव मातृपितृत्वं सर्वदेह देहि आकृतिच्छन्नः एकः प्राणः सर्वात्मा असीत्यर्थः तुभ्यं त्वदर्था इमाः मनुष्याद्याः प्रजास्तु हे प्राण चक्षुरादिद्वारैः बलिं हरन्ति यः त्वं प्राणैः चक्षुरादिभिः सह प्रतिष्ठति सर्वशरीरेषु अतः तुभ्यं बलिं हरन्ति इति युक्तं भोक्तासि यतः त्वं तव एव अन्यत् सर्वं भोज्यं देवानामसि वन्नितमः पितॄणां प्रथमास्वद ऋषीणां चरितं सत्यम् अथर्वाङ्गिरसामसि किञ्च देवानाम् इन्द्रादीनाम् असि भवसि त्वं वन्नितमः हविषां प्रापयितृतमः पितॄणां नान्दीमुखे श्राद्धे या पितृभ्यो दीयते स्वद अन्नं स देवप्रधानमपेक्ष्य प्रथमः भवति तस्यापि पितृभ्यः प्रापयिता त्वमेव इत्यर्थः किञ्च ऋषीणां चक्षुरादीनां प्राणानाम् अथर्वाङ्गिरसा अङ्गिरसभूतानाम् अथर्वणां तेषामेव प्राणो अथर्वा इति श्रुतेः चरितं चेष्टितं सत्यम् अवितथं देहधारणादि उपकारलक्षणं त्वमेव असि इन्द्रस्त्वं प्राणतेजसा रुद्रोऽसि परिरक्षितं त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषाम्पतिः किञ्च इन्द्रः परमेश्वरः त्वं हि प्राण तेजसा वीर्येण रुद्रोऽसि संहरन् जगत् स्थितौ च परिसमन्ता तु रक्षित पालयित् परिरक्षित त्वमेव जगतः सौम्येन रूपेण त्वम् अन्तरिक्षे अजस्रं चरसि उदयास्तमयाभ्यां सूर्यः त्वमेव च सर्वेषां ज्योतिषां पतिः यदा त्वम् अविवर्षति अथेमाः प्राणते प्रजाः आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति यदा पर्जन्यो भूत्वा अविवर्षसि त्वम् अथ तदा अन्नं प्राप्य इमाः प्रजाः प्राणते प्राणचेष्टां कुर्वन्ति इत्यर्थः अथवा हे प्राणं ते तव इमाः प्रजाः स्वात्मभूताः त्वदन्नसंवर्धिताः त्वदविवर्षणदर्शनमात्रेण च आनन्दरूपाः सुखं प्राप्ता इव सत्यः तिष्ठन्ति कामा इच्छातः अन्नं भविष्यति इति इयम् अभिप्रायः व्रात्यस्त्वं प्राणैकर्षैः अत्ता विश्वस्य तत्पतिः वयमाद्यस्य दातारः पिता त्वं मातरिश्वनः किञ्च प्रथमजत्वातो अन्यस्य संस्कर्तुः अभव असंस्कृतौ व्रात्यः त्वं स्वभावत एव शुद्ध इत्यभिप्राय हे प्राण एकर्षिः त्वम् अथर्वणानां प्रसिद्धः एकर्षिनाम अग्निः सन् अत्ता सर्वविश त्वमेव विश्वस्य सर्वस्य सतः विद्यमानस्य पतिः सत्पतिः साधुर्वा पतिः सत्पतिः वयं पुनः आद्यस्य तव अदनीयस्य हविषो दातार त्वं पिता मातरिश्व हे मातरिश्वन् नः अस्माकम् अथवा मातरिश्वनः वायोः पितात्वम् अतश्च सर्वस्यैव जगतः पितृत्वं सिद्धम् या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषे या च मनसि सन्तता शिवां तां कुरु मोत्क्रमीः किं बहुना या ते त्वदीया तनूः वाचि प्रतिष्ठिता वक्तृत्वेन वदनचेष्टां कुर्वती या श्रोत्रे या च चक्षुषे या च मनसि सङ्कल्पादिव्यापारेण सन्तता समनुगता तनूः तां शिवां शान्तां कुरु मा उत्क्रमीः उत्क्रमणेन अशिवां मा कर्षीः इत्यर्थः प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितं मा ते पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विदेहिन इति किं बहुन अस्मिन् लोके प्राणस्यैव वशे सर्वमिदं यत्किञ्चित् उपभोगजातं त्रिदिवे తృతీయస్యాం దివి చ యత్ ప్రతిష్ఠితం దేవాది ఉపభోగలక్షణం తస్యాపి ప్రాణ ఇవ ఈషిత రక్షిత అతో మాత ఇవ పుత్రాన్ అస్మాన్ రక్షస్వ పాలయస్వ త్వన్నిమిత్త హి బ్రాహ్మ్యః క్షాత్రియశ్చ శ్రియః తాః త్వం శ్రీశ్చ శ్రియశ్చ ప్రజ్ఞాంచ త్వత్స్థితి నిమిత్తాం విదేహి నః విదత్స్వ ఇత్యర్థః. ఇత్యేం సర్వాత్మతయా వాగాదిభిః ప్రాణైః స్తుత్య గమితమహిమ ప్రాణ ప్రజాపతిః ఏవ ఇతి అవధృతం. ఇది ద్వితీయః ప్రశ్నః. తృతీయః ప్రశ్నః. అథహైనం కౌసల్యశ్చ అశ్వలాయనః పప్రచ్ఛ భగవన్ కుత ఏష ప్రాణో జాయతే కథం మాయాతి అస్మిన్ శరీరే ఆత్మానం వా ప్రయోజ్య కథం ప్రాతిష్టతే కేన ఉత్క్రమతే కథం బాహ్యం అవిదత్తే కథం అధ్యాత్మమితే. అథహైనం కౌసల్యశ్చ అశ్వలాయనః పప్రచ్ఛ ప్రాణైర్హి ఏవం నిర్ధారితతత్వః ఉపలబ్ధమహిమాపి సమ్మతత్వాత్తు స్యాదస్య కార్యత్వం. అతః పృచ్ఛామి హే భగవన్ కుతః కస్మాత్ కారణాత్ ఏషః యథావధృతః ప్రాణః జాయతే జాతశ్చ కథం కేన వృత్తివిశేషేణ ఆయాతి అస్మిన్ శరీరే కిం నిమిత్తకం అస్య శరీరగ్రహణం ఇత్యర్థః. ప్రవిష్టశ్చ శరీరే ఆత్మానం వా ప్రవిభజ్య ప్రవిభాగం కృత్వా కథం కేన ప్రకారేణ ప్రాతిష్టతే ప్రతిష్టతే కేన వా వృత్తివిశేషేణ అస్మాత్ శరీరాత్ ఉత్క్రమతే ఉత్క్రమతే కథం బాహ్యం అధిభూతం అధిదైవతం చ విదత్తే ధారయతి కథం అధ్యాత్మమితి ధారయతి ఇది శేష. తస్మై స హోవాచ అది ప్రశ్నాన్ పృచ్ఛసీం బ్రహ్మిష్టోసీతి తస్మాత్ ఏం బ్రవీమి. ఏం పృష్ట తస్మై స హోవాచ ఆచార్య ప్రాణ ఏవ తావతో దుర్విజ్ఞేయత్వాతో విషమ ప్రశ్నార్హ తస్యాపి జన్మాది త్వం పృచ్ఛసి అతః అతి ప్రశ్నాన్ పృచ్ఛసి బ్రహ్మిష్టోసి ఇతి అతిశయేన త్వం బ్రహ్మవిత్ అతః తుష్టోహం తస్మాత్ తే తుభ్యం అహం బ్రవీమి యత్ పృష్టం శృణు.